पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 154 साभ्रमत्यास्तडेगुप्तं तीर्थं परमपावनं खङ्गधारमिदिख्यातं कलौ गुप्तं भविष्यति यत्र प्रसङ्गदस्नात्वा पीत्वा वापो यदृच्छया सर्वपापविनिर्मुक्तो रुद्रलोके महीयते यत्र साभ्रमदी पुण्या कश्यपानुगदा सती रुद्रेण हि जडाजूडे धृता पादालगामिनः खङ्गधारेदि वैनाम्ना रुद्रस्तत्रैव संस्थितः यत्र स्नात्वा दिवं यादाः पापिनोऽपि सुरेश्वरि अत्रैवोदाहरन्तीममितिहासं पुरातनं किरातेन कृतं यच्च व्रतं परमदुष्करं पार्वत्युवाच किं नाम वै किरातोऽभूत् किं तेन व्रतमाहितं तत्सर्वं श्रोतुमिच्छामि यथा तथ्येन कथ्यतां न ह्यन्यो विद्यते लोके त्वां विना वदतां वरः तस्मात् कथय भो देव सर्वं शुश्रूषणेहितं महादेव उवाच आसीत् पुरा महारौद्रश्चण्डो नाम दुरात्मवान् क्रूरशठो नैष्कृतिको भूतानां च भयावहः जालेन मत्स्यान् दुष्टात्मा खादयत्यनिशं ततः भल्लैर्मृगान् स्वापदांश्च कृष्णसारान् सशल्लकान् खगान्नानाविधांश्चैव विद्ध्वा कांश्चित् प्रपादयेद् पक्षिणो खादयन् क्रुद्धो बर्हिणश्च विशेषतः लुब्धको हि महापापो दुष्टो दुष्टजनप्रियः भार्या तथाविधा तस्य पुञ्छली च महामया एवं विहरतस्तस्य बहुकालो व्यवर्तत एकदा निशि पापीयान् श्रीवृक्षोपरि संस्थितः कोलं हन्तुं धनुः पाणिशरं संयोज्य कार्मुके एवं निशागदा तस्य जाग्रतो निमिषस्य हि माघमास्ये सितायां वै चतुर्दश्यां नगात्मजे श्रीवृक्षपत्राणि बहूनि तत्र संच्छेदयामास रुषान्वितोऽपि श्रीवृक्षमूले परिवर्तमानं लिङ्गं च तस्योपरि तानि पेतुः श्रीवृक्षपर्णानि च दैवयोगात् जातं च सर्वं शिवपूजनं तद् गण्डूषकारिणा तेन स्नपनं च महत्कृतम् अज्ञानिना च तेनैव पुष्कसेन दुरात्मना माघमासे सिते पक्षे चतुर्दश्यां विधूदये पुष्कसो हि दुराचारो निष्पन्नो गतकल्मषः तस्य भार्या प्रचण्डा च आगता तस्य सन्निधौ निराशा च निराहारा यत्रासौ पुष्कसस्थितः न प्राप्तशूकरस्तेन मृगोऽपि महिषोऽपि वा अशनार्थं च तस्यैव अन्नमादाय भामिनी तेन दृष्टा प्रचण्डा सा आयान्ती क्रूरलोचना सा तस्य भार्या नद्यां वै जलमध्ये पपादः तावत्तयोक्तश्चण्डात्मा ये हि शीघ्रं च भक्षय समानीदं त्वदर्थं च मत्स्यमांसं मयाधुना कृतं किं मूढ पूर्वेद्युर्मांसं पार्श्वेन दृश्यते नाशितं च त्वया मूढ कुटुम्बं लङ्घते तव यदश्रुत्वा दुवचनं चण्डायाश्चण्डरूपवान् शिवरात्र्युपवासेन रात्र्यौ जागरणेन च शुद्धान्धकरणो जातस्नातुं नद्यां शुचिव्रतः यावत्स्नादि स दुष्टात्मा तावत् स्वातत्र चागदः शुना तदा भक्षितं च सर्वमांसं सुरेश्वरि चण्डा प्रकुपिता तं च श्वानं हन्तुमुपस्थिता निवारिता हि चण्डेन चण्डा प्रकुपिता तदा न हन्तव्यस्त्वया चैष किमनेनाशुभं कृतं तयोक्तं भक्षितं चान्नम् अनेनैव दुरात्मना किं त्वं भक्षयित्वा मूढ भविताद्य बुभुक्षितः पुष्कस उवाच तत्सुना भक्षितं चान्नं तेनाहं परितोषितः किमनेन शरीरेण न स्वरेण गदायुषा ये पुष्यन्ति शरीरं वै सर्वभावेन भामिनि मूढास्ते पापिनो ज्ञेया लोकद्वय बहिष्कृताः तस्मान्मानं परित्यज्य कामं चापि दुरात्मतां स्वस्थाभावविमर्शेन तत्त्वबुद्ध्या स्थिरा भव अहमेतच्छरीरं वै खङ्गधारव्रतेन च त्यक्ष्याम्यद्य वरारोहे किं चिरञ्जीवनेन मे इत्युक्त्वा खङ्गमाकृष्य यावद्भिनत्तिकं स्वकम् आकताश्च गणास्तावत् बहवः शिवनोदिताः विमानानि बहून्यत्र आगतानि तदन्तिके दृष्ट्वा स चैव तान्येवं विमानानि गणांस्तथा उवाच परया भक्र्या पुष्कसोऽपि च तान् प्रति कस्मात् समागता यूयं सर्वे रुद्राक्षधारिणः सर्वे स्फटिकसङ्काशाः सर्वे चन्द्रार्थशेखराः कपर्धिनश्चर्म परीत वाससो भुजङ्गभोगै कृतहारभूषणाः श्रियान्विदा रुद्र समानवीर्या यथा तद्धम्भो वदतोचितं मम पुष्कसेन तदा पृष्ठा ऊचुस्ते रुद्रपार्षदाः गणा ऊजुः प्रेषितास्मो वयं चण्डशिवेन परमेष्टिना आगच्छ त्वरितो भूत्वा सस्त्रीको यानमारुह लिङ्गार्चनं कृतं यच्च त्वया रात्रौ शिवस्य च तेन कर्म विभागेन प्राप्तोऽसि परमां गतिं तथोक्तो वीरभद्रेण उवाच प्रहसन्निव किं मया सुकृतं जीर्णं पापिना पुष्कसेन हि मृगया रसिकेनैव मूढेन च दुरात्मना पापाच्चारोह्यहं नित्यं कथं स्वर्गे वसाम्यहं कथं लिङ्गार्चनं चाद्य कृतमस्ति तदुच्यतां परं कौतुकमापन्नः पृच्छामि कृपया वद वीरभद्र उवाच देवदेवो महादेवो यो गङ्गाधरसंज्ञकः परितुष्टोद्यते चण्ड सभार्यस्य उमापतिः प्रासङ्गिकं त्वया चाद्य कृतमर्चनमेव च कोलं निरीक्षमाणेन बिल्वपत्राणि चैव हि चेदितानि त्वया चण्ड पतितानि तदैव हि लिङ्गस्य मस्तके तानि तेन त्वं सुकृती प्रभो तवैवं जागरो जादो महावृक्षोपरि ध्रुवं तेनैव जागरेणैव तुतोष जगदीश्वरः शलेनैव महाभाग कोलसन्दर्शनेन हि शिवरात्रिदिनं व्याध प्रसङ्गेनाप्युपोषितम् तेनोपवासने च जागरेण तुष्टो ह्यसौ देववरो महात्मा तव प्रसादाय महानुभावो ददाति सर्वान्वरदो वरांश्च एवमुक्तस्तदा तेन वीरभद्रेण धीमता पुष्कसोऽपि विमानाग्र्य मारुरोह च पश्यतां गणानां देवतानां च सर्वेषां प्राणिनामपि तदा दुन्दुभयो नेदुर्भेरी तूर्याण्यनेकशः वीणा वेणुमृदङ्गानि लास्य नाट्ययुतानि च जगुर्गन्धर्वपदयो नृतुश्चाप्सरोगणाः समरैर्विद्यमानो हि छत्रैश्च विविधैरपि महोत्सवे नमः दा ह्यनीतशिवसन्निधौ पुष्कसोऽपि तदा प्राप्तस्तीर्थस्नानशिवार्चनाद किं पुनः श्रद्धया भक्त्या शिवाय परमात्मने पुष्पादिकं फलं गन्धं ताम्बूलाक्षतमेव च ये प्रयच्छन्ति लोकेऽस्मिं स्ते रुद्रा नात्र संशयः महादेव उवाच तदा प्रभृति तत्तीर्थं खङ्गधारेदि विश्रुतं यदत्तीर्थं कलौ गुप्तं भविष्यति सुरेश्वरि माघमासेऽथ वैशाखे कार्तिक्यां च विशेषतः स्नानं येन प्रकुर्वन्ति मुक्तास्ते नगनं दिनि वसिष्ठो वामदेवश्च भरद्वाजोऽथगौतमः स्नानार्थे वै समायान्ति देवं द्रष्टुं पिनाकिनं त्रियुगे वर्तते लिङ्गं कलौ नैव दुपार्वति विश्वामित्रेण ऋषिणा दत्तशापो ह्यहं तदा पार्वत्युवाच कथं शापस्तु ऋषिणा दत्तश्चैव सुरेश्वर तदहं श्रोतुमिच्छामि त्वत्तो देवनसंशयः महादेव उवाच एकस्मिन् समये देवि विश्वामित्रो महातपः आगध कङ्गधारेऽस्मिं स्तीर्थे वै परमाद्भुते साभ्रमत्यां कृतस्नानो दर्शनं कृतवान् मम तत्र तिष्ठति नित्यं वै पूजां कुर्वन्ननेकथा तत्र कोऽपि महादुष्टकौलिकः पापरूपधृक् मांसं दत्तं तदा तेन शिवस्योपरि भामिनि दृष्ट्वा तदपि मांसं च विश्वामित्रोऽथ वै पुनः अब्रवीत् च तदा तत्र दुष्कृतं पापिना कृतम् न दत्तस्तस्य दण्डो हि सर्वेण परमात्मना तस्मादहं हि निश्चित्य शापं दास्येन संशयः विचार्यैवं तदा तेन शप्तोऽहं देवि वै तदा अस्मिन् कलियुगे घोरे गुप्तस्त्वं भव सर्वदा इति दत्त्वाथ वै शापं गर्धवान् मुनिसत्तमः। तदा प्रभृति भो देवि गुप्तोऽहं ऋषिशापदः, मम स्थाने विशेषेण पूजनं कुरुते यदि तेषां हि दुरिदं यच्च नश्यते तत्क्षणादपि। मृण्मयीं मामगीं मूर्तिं कृत्वा ये पूजयन्ति वै, अत्र स्थाने विशेषेण मामके तु वसन्ति हि। खङ्गधारेश्वर इति नाम्ना ख्यातः कलौयुगे कृते वै मन्दिरं नाम त्रेतायां गौरवस्मृतः। द्वापरे विश्वविख्यातकलौ खङ्गेश्वरस्मृतः, दक्षिणं भागमाश्रित्य मम स्थानं सुरेश्वरि इति ज्ञात्वा तु तत्रैव कृत्वा मूर्तिं सदा बुधः। पूजनं गुरुदे नित्यं वाञ्छितं फलमाप्नुयात्, धर्मार्थकाममोक्षांश्च लभते मानवो भुवि। धूपं दीपं च नैवेद्यं तथा वै चन्दनादिकं यर्पयन्ति हि देवेशि लोकनाथे महेश्वरि। न दुःखं तु भवेत् तेषां सत्यं सत्यं वरानने। इति श्रीपाद्मे महापुराणे उत्तरखण्डे धारेश्वरमाहात्म्यं नाम चतुष्पञ्चाशदधिकशततमोऽध्यायः। ॐ